नमस्ते नमस्कारः नमस्ते महोदय नमस्ते सरला भगिनि नमस्ते भगिनि स्वागतं धन्यवादः नमस्कारः सर्वेभ्यः अद्यतन न्यायचिन्तनवर्गः इदानीं विषयः अस्ति लिङ्गस्य त्रैविध्यम् इति तत्र 203 तमे पुटे स्मः तत्र अधोभागे अन्तिमपरिच्छेदः तत्र तस्मात् पूर्वं किं सर्वे स्मरन्ति खलु सरला भगिनी आं महोदय श्रुतवती वा तत्र ध्वनिमुद्रणं न अवकाशं न प्राप्तं महोदय अस्तु तर्हि यस्तु अक्षरैः लिखितं तत् कृपया भवती एव पठतु अस्तु लिङ्गं त्रिविधं लिङ्गं त्रिविधम् अन्वय व्यतिरेकी केवलान् व्यपि केवल व्यतिरेकी च इति अन्वयेन व्यतिरेकेण च व्याप्तिम् अन्वय व्यतिरेकी यथा वर्णो व्याप्तिमत् अन्वय व्यतिरेकी यथा वर्णो साध्ये धूमवत्वम् यत्र धूमस्तत्र अग्निः यथा महानसम् इति अन्वयव्याप्तिः यत्र वह्नी नास्ति तत्र धूमो अपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः अन्वयमात्रव्याप्तिकं केवलान् अव्ययी यथा घटोभिधेय प्रमेयत्वात् पटवत् अत्र प्रमेयत्वाभिधेयत्व अभिदेवतव्यो व्यतिरेकव्याप्तिः नास्ति सर्वस्यैव प्रमेयत्वा आदि प्रमेयत्वात् अभिधेयत्वात् च व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी यथा पृथ्वी इतरेभ्यो भिद्यते गन्धवत्वात् यदि इतरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलं न चेय तथा तस्मात् न तथा इति अत्र यद्गन्धवत् तद् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति पृथ्वी मात्रस्य पक्षत्वात् अस्तु अत्र लिङ्गम् इत्युक्ते हेतु तस्य हेतुः त्रिविधम् इति इदानीं वदति एकमस्ति अन्वयव्यतिरेकी द्वितीयमस्ति केवलम् केवलम् अन्वय तृतीयमस्ति केवलव्यतिरेकी केवलव्यतिरेकी च इति सो अत्र त्रिविधं लिङ्गं भवति एकम् अन्वय द्वितीयं एकम् अन्वयव्यतिरेकितयोः मिलित्वा अन्वयव्यतिरेकी भवति द्वितीयमस्ति केवलम् अन्वय यत्र भवति तृतीयमस्ति यत्र केवलं व्यतिरेकी इति द्रष्टुमस्ति अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकी यत्र अन्वयव्यतिरेक द्वयो मेलनं द्रष्टं तत्र इति भवति व्याप्तिमत् अन्वयव्यतिरेकी तस्य नामकरणम् आगच्छति या व्याप्तिः अस्ति तत् अन्वयव्यतिरेकी अस्ति तस्य उदाहरणं यथा वह्न्यो साध्ये धूमवत्वं वह्नी भवति साध्यं तत् धूमवत्वं तत् धूमवत्वम् इति तस्य प्रकारं धूम वह्नो साध्ये धूमवत्वं वह्नो साध्यम् अस्ति कारणम् अस्ति धूमवत्वम् इति हेतु भवति धूमवत्वं यत्र धूम तत्र अग्नि यथा महानसम् इत्य अन्वयव्याप्तिः यत्र वयम् अन्वयव्याप्तिः तस्य प्रातिपदिकं वाक्यम् अस्ति यत्र धूम तत्र अग्नि यथा धूमसत्वे वह्निशक्ति तत् अधिकरणे इति उदाहरणमस्ति महानसम् इति यत्र यथा महानसम् इति वयं पश्यामः महानसे यत्र वह्नी नास्ति तत्र धूमो अपि नास्ति तथा महाहृदम् इति व्यतिरेकव्याप्ति इदानीं व्यतिरेकव्याप्ति तस्य प्रातिपद उदाहरणमस्ति यत्र प्रातिपदिकम् इति नास्ति प्रतिपादनवाक्यं प्रतिपादकवाक्यं क्षम्यतां महोदय प्रतिपादवाक्यम् अस्ति यत्र वह्नी नास्ति यत्र वह्न्याभावः अस्ति तत्र धूमाभावः अपि अस्ति तत् असत्त्वे तत् असत्त्वम् इति भवति यत्र महानद यत्र वह्न्यो अधिकरणविहाय येऽपि जगति अधिकरणानि सन्ति यथा हृदं जलं पुस्तकं लेखनी इति साधु तत्र भवति व्यतिरेकव्याप्तिः अन्वयमात्रव्याप्तिकं केवलं केवलान्यव्ययी यत्र केवलम् अन्वयभिन्नमात्र इति यत्र अन्वयभिन्नव्याप्ति न द्रष्टं तत्र केवलं अन्वयमात्रव्याप्ति तस्य नाम भवति केवलान्वयी केवलम् अन्वयी व्याप्ति तस्य नाम अस्ति यथा घटो विधेयं प्रेम प्रमेयत्वात् पटवत् यथा यदि घट अभिधेयम् अत्र अभिधेयम् इत्युक्ते यत् उक्त्वा शब्दैः उक्त्वा तस्य अर्थं भवति तत् अस्ति अभिधेयं प्रमेयः अस्ति यत् ज्ञानस्य विषयम् अस्ति तत् अस्ति प्रमेयः सः सो घटोभिधेय प्रमेयत्वात् पटवत् यदि वयं घट इति वदामः तत्र भवति घट कथं घटस्य ज्ञानम् अपि भवति तस्य सो घट भवति विषयीभूत घटज्ञानम् आगच्छति पटवत् अपि तथैव पटवत् यदा पटवत् इत्युक्ते पटं साधु पटे पटः इति सो पटः इति सो जगति अपि पदार्थाः न सन्ति हेतुः कः अस्मिन् वाक्ये अस्तु अस्मिन् वाक्ये साध्य भवति अभिधेयं प्रमेय भवति हेतु साधु प्रमेयत्वं प्रमेयत्वं पक्ष किं भवति विद्याभग्न्या प्रतिपादनम् इति श्रुतवती पक्षः घटः खलु पुनः वदतु घटः पक्षः घटः पक्षः घटः पक्षः अभिधेयसाध्य अभिधेय भवति साध्यम् अपि घट प्रमेयत्वम् इति भवति साधनं साधवती हेतु साधनं अन्य पदमपि दत्तं साधु साधनमपि हेतुपदं बहु स्थलेषु पञ्चमी विभक्ति अस्ति पञ्चम्याम् अस्ति खलु जुमवत्वात् प्रमेयत्वात् तर्हि प्रमेयत्वम् इति हेतुपदं हेतुपदार्थः अस्तु सो केवल अत्र प्रमेयत्व अभिधेयत्वव्यतिरेक एकमनिषं महोदय अत्र घटपक्ष प्रमेयत्वं हेतु भवति अभिधेयत्वं साध्यं भवति साधु लक्ष्मी भगिनी रामप्रिया भगिनी अत्र यत्र यत्र तादृशं वाक्यं कथं भवति अस्मिन् उदाहरणे यथा घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्ये यत्र यत्र यत्र यत्र हेतुः यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं साध्यः यत्र यत्र हेतुः तत्र तत्र साध्यः अन्वयव्याप्तिवाक्यम् अस्य व्यतिरेकव्याप्तिवाक्यं भवितुमर्हति वा न भवितुमर्हति अत्र दत्तमस्ति अत्र प्रमेय अभिधेयत्व व्यक्तिरेकव्याप्तिः नास्ति सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् सर्वे पदार्था अभिधेय अभिधेय साध्यं भवन्ति अतः ते अपि प्रमेयस्य अपि विषयी भवति प्रमेयत्व प्रमेयं प्रति अतः तस्य व्यतिरेक अभावः न भवति इति व्यतिरेक व्यतिरेका कथं न इति अस्ति व्यतिरेकी अन्वयी इति लिङ्ग ऐ मीन् स्त्रीलिङ्गे भवति तत् साधु न न व्यतिरेकी अत्र व्यतिरेकी ह्रस्व किमर्थं कस्य विशेषणं व्यतिरेकी लिङ्गस्य विशेषणं लिङ्गस्य किं किं स्त्रीलिङ्गं वा पुल्लिङ्गं पुल्लिङ्गं वा लिङ्गम् इति लिङ्गम् इति अस्ति नपुंसकलिङ्गे लिङ्गम् तस्मात् ह्रस्व इकारः अस्तु खलु व्यतिरेकः व्यतिरेकी व्यतिरेकि इति व्याप्तिमत् व्याप्तिमान् इति नास्ति खलु व्याप्तिमत् लिङ्गं यत् लिङ्गम् अन्वयेन व्यतिरेकेन व्याप्तिमत् अस्ति तत् अन्वयव्यतिरेकि इति लिङ्गम् इति पदस्य विषयः खलु महोदय तत्र नामकरणमस्ति किल केवल अन्वयी केवल व्यतिरेकी इति तत्र एव वयं वक्तुं शक्नुमः किल अन्वर्थनाम इति नाम एव वदति केवलं अन्वयी एव भवति केवल व्यतिरेकी एव भवति अन्वयी इत्युक्ते व्यतिरेकी न भवति केवल व्यतिरेकी इत्युक्ते अन्वयी न भवति इति अन्वर्थनाम इत्युक्ते नाम एव वदति अस्तः अस्ति नामस्य इति तेनैव ज्ञायते किम् अस्ति सो यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं वर्तते इति भवति अन्वयी तस्य प्रतिपादकवाक्यं साधु अन्वयव्याप्तिप्रतिपादकं वाक्यं साधु वाक्यं साधु ओके सो लोके कुत्रापि अभिधेयत्वाभावः न वर्तते अतः तस्य व्यतिरेकव्याप्तिः न भवितुं शक्नोति इदानीं व्यतिरेकमात्रव्याप्तकं केवलं व्यतिरेकी यत्र केवलं व्यतिरेकभिन्न व्याप्तिः नास्ति तत्र तस्य नाम केवलं व्यतिरेकी इति भवति उदाहरणमस्ति यथा पृथ्वी इतरतेभ्यो भिद्यते गन्धवत्वात् पृथिव्यां गन्ध तस्य लक्षणम् अस्ति गन्धवती पृथ्वी सो गन्ध केवलं पृथ्व्या लक्षणम् अस्ति पृथ्व्या विहाय अन्य द्रव्ये गन्ध न भवति अत्र इतरेभ्यो यदि पृथ्वी कथम् अन्यद्रवेभ्यो वा अन्य गुण इति कस्यामपि भिद्यते तस्य भेद भिद्यते इति भेद पृथ्वी इतरे पृथिव्याम् अन्येषां कथं भेदम् अस्ति तस्य कारणमस्ति गन्धवत्वात् कारणं कि पृथ्व्या लक्षणम् अस्ति गन्धं सो गन्धत्वात् पृथ्वी अन्येभ्य भिद्यते इति यदि इतरेभ्यो अस्मिन् वाक्ये साध्यः कः हेतुः कः पृथ्वी इतरेभ्यो भिद्यते गन्धवत्वात् तत्र अहं चिन्तयामि साध्य भवति गन्ध पृथ्वी इतरेभ्यो भवति हेतु पञ्चम्यां किम् अस्ति लक्ष्मी भगिनी गन्धवत्वात् हेतु गन्धवत्वात् इति हेतु पञ्चम्यां गन्धवत्वम् इति हेतुः साधु साध्यः पक्षः साध्य पृथ्वी इतरेभ्य यानि यानि पृथ्वी यथा महोदय उक्तवान् चतुर्दश पदार्थाः पृथ्वी इतरेभ्यः भवन्ति पृथ्वी विहाय अष्ट द्रव्याः अन्य भवति सामान्य अभाव समवाय गुणकर्म इति एकं तर्हि पृथ्वी भेदः तेषु पदार्थेषु अस्ति पृथ्वी भेदः पृथ्वी इतरः तत्र त्रयोदश पदार्थाः पृथिवी इतरः पृथिवी भिन्नः खलु अत्र पक्षः किं लक्ष्मी भगिनी स्मरति वा पक्षः कः साध्यः किं अत्र पक्षः पृथ्वी इतरः साध्यः भेदः साध्यः भेदः साधु पक्षः पृथिवी एव गन्धवत्वात् पृथ्वी पक्षः पृथिवी पृथिवी इतरभेदः इति साध्यः ओ अस्तु खलु आम् अत्र किमर्थं वाक्यस्य शैली तत्र यत्र पूर्वस्मिन् वाक्ये पूर्वं यत्र घटो अभिधेयः तत्र घटः पक्षः इति स्पष्टता अस्ति यत्र धूमस्तत्र अग्नि यत्र यत्र धूमः पर्वतः वह्निमान् तत्र पर्वतः पक्षः इति स्पष्टमस्ति अत्र अत्र पृथ्वीतरः इति एक इति त्रयोदशपदार्थेषु अन्यतमः एकम् अस्ति पृथ्वी इति पक्षः पृथ्वी इति अन्यतः पृथ्वी इति तद्भिन्नं पृथ्वी इति तद्भिन्नम् अतः पृथ्वी इतरेभ्यः इति पृथ्वी इतरभेदः गन्धवत्वात् इति किमर्थं नास्ति इति अधुना संशयः आगच्छति मम मनसि अत्र शैली भिन्नः किन्तु यदि अहं वदामि पृथ्वी इतरपदार्थेभ्यो भिद्यते गन्धवत्वात् तर्हि पृथिवी पदार्थेभ्यो भिद्यते अस्तु एतादृशवाक्यं स्पष्टता अस्ति पृथ्वी इति पक्षः अत्र केवलं न्यायशास्त्रमौण्ट् मेक् इट् सिम्पल् तथैव अस्ति अत्र अत्र अन्वयव्यति अस्ति अन्वयव्याप्तिवाक्यं कथं किमर्थं भवितुं नार्हति दृष्टान्तः नास्ति अन्य किमपि दृष्टान्तः नास्ति पृथ्वी एव एकः पक्षः अन्य कोऽपि पक्षः नास्ति तत्र सल्लां भगिनी अवगच्छति पृथ्वी भिन्नपक्षे गन्धवत्वं नास्ति खलु केवलं पृथिव्यां गन्धवत्वं तर्हि पृथिवी गन्धवती यथा किं न वक्तुं शक्नुमः यथा पृथिवी यथा पर्वतो वह्निमान् यथा पर्वतः तथा किं पक्षभिन्न अन्य पक्षभिन्न कोऽपि अधिकरणं नास्ति सत्यम् अधिकरणं नास्ति तदेव. तर्हि अत्र किम् अग्रवति वा, यद् इतरेभ्यो न भिद्यते तत् न गन्धवत् यथा जलम्. सो यदि यदि इतरेभ्यो न भिद्यते, यदि पृथ्व्यां विहाय ये अन्य पदार्थाः सन्ति ते उदाहरणमस्ति जलं, तस्मिन् गन्धः नास्ति, अतः न तद् गन्धवत् यथा जलं. सो पृथ्वी इतरेभ्यो न भिद्यते, मीन्स् अन्यपदार्थेभ्य इति तस्य भेदं न भवति, न तद् गन्धव कारणं कि तेषु गन्धं नास्ति. पृथ्वी इतरभेदः कुत्र अस्ति? पृथ्वी इतरभेदः अस्ति पृथ्वीं विहाय सर्वे पदार्थाः यथा जलं, वायु, अग्नि इति ते न गन्धवत् गन्धवन्तः, तेषां गन्धं नास्ति. हा, सो तेषा यथा जले गन्धं नास्ति. सो पृथ्वी इतरेभ्यो न भिद्यते. न चेयं तथा इति भवति प्रतिज्ञावाक्यं साधु न किम् न च इयं तथा इति किम् उपनयवाक्यं, न च इयं पृथ्वी तथा उपनयवाक्यम्. किं प्रतिज्ञावाक्यम्, उपनयवाक्यं, निगमवाक्यं, तेषां भेदं किम् अस्ति महोदय? का का वदति, का स्मरति, लक्ष्मीभगिनी वा? प्रयत्नं करिष्यामि वा महोदय. वदतु. अस्तु, प्रतिज्ञावाक्यम् एव अनुमितेः स्वरूपम् अस्ति. पूर्वं स्वार्थ अनुमाने तदेव अन्तिमज्ञानं प्रतीयमानज्ञानमस्ति यत् अनुमितिः इति वदामः अत्र. किन्तु परार्थ अनुमाने तदेव प्रथमसोपानं, यत्र यत् प्रथमं वदामः परतः वह्निमान्, तद् प्रतिज्ञावाक्यं. हेतुवाक्यम् अस्ति द्वितीयसोपानं धूमवत्वात्. तृतीयवाक्यमस्ति तृतीयवाक्यमस्ति उदाहरणवाक्यं, यथा यथा महानसे, यथा महानसे भवान् अग्निमान् यथा महानसम् इति उदाहरणवाक्यम्. अनन्तरं तत् दृष्टान्तं पुनः पक्षे नयामः, तदेव उपनयवाक्यं, तथा च अयम् इति इत्युक्ते तथा च अयम् इत्युक्ते अयं पर्वतः अयं पर्वतः इत्युक्ते तथा इत्युक्ते तत्र वह्निव्याप्य धूमवान्, अयं पर्वतः वह्निव्याप्य धूमवान् इति. तत्र वह्निव्याप्य धूमवान् पूर्वं स्वार्थ अनुमाने वह्निव्याप्य धूमः कीदृशधूमः इत्युक्ते वह्निव्याप्य धूमः इति परामर्शः आसीत् खलु. तथा इति वह्निव्याप्य धूमवान् धूमं सूचयति. वह्निव्याप्य धूमवान् च अयं पर्वतः इति उपनयनवाक्यं. तस्मात् तथा इत्येव पुनः तत् परामर्शः, तदेव परामर्शः इत्युक्ते अत्र अधुना पुनः अस्मिन् वाक्ये धूमस्य विशेषणम् इति वह्निव्याप्य धूमवान् इति. अनन्तरं पक्षधर्मता अपि अस्मिन् वाक्ये अस्ति, तस्मात् तथा इति न पक्षधर्मता आम् पक्षधर्मता तस्मात् तथा इति तत्र तत्र किञ्चित् संशयः तस्मात् तथा इति तत्र निगमवाक्यं तस्मात् तथा इति पञ्च निगमनवाक्यं तदेव परामर्शवाक्यं परामर्शः खलु. तस्मात् तथा इति तत्र पक्षधर्मता अपि अस्ति वह्निव्याप्यधूमवान् इति वह्निव्याप्यधूमम् इति द्वयोपि ज्ञानं तत्र तत्र प्रतीयते इति अस्ति अत्र किमस्ति न च इयम् इयं का पृथ्वी पृथ्वी तथा इत्युक्ते कीदृशी न च गन्धवत्वं नास्ति न इयं पृथ्वी गन्धवत्वं नास्ति वा न च इयं तथा इत्युक्ते तादृश गन्धवत्व अभावः नास्ति गन्धवत्व अभाव गन्ध अभाववति नास्ति गन्ध अभाववति पृथ्वी गन्धभाव गन्ध अभाववति नास्ति यथा जलं जलं जलं गन्ध अभावत् खलु किन्तु प्रियं इयं पृथ्वी तथा नास्ति न गन्ध अभाववति तस्मात् तस्मात् इत्युक्ते न च इयं तथा तथा तत्र तथा इत्युक्ते जलवत् न च इयं पृथिवी जलवत् तस्मात् न गन्धभाववति तस्मात् गन्धवति खलु निगमनिगम उपनयवाक्ये न च इयं तथा तत्र तथा इत्युक्ते जलवत् न तथा इत्युक्ते गन्धवत्व अभाववति खलु न गन्धवत्व अभाववति गन्ध अभाववति साधु तस्मात् गन्धवत्वात् गन्धवत्वात् न तथा इति गन्धाभाववति इति नास्ति इति तत्र निगमनवाक्ये इत्युक्ते गन्ध अभाववति तर्हि उपनयवाक्ये तथा इत्युक्ते जलवत् इति चिन्तयामि न चेत् समानं भवति खलु तस्मात् न तथा न गन्धाभाववति इति उक्तं वर्गे न च इयं तथा समानमेव जलवत् जलमेव किञ्चित् गन्धा भवति तत्र सामान्यमस्ति समानमेव समानमेव महोदय न च इयं तथा तत्र तथा इत्युक्ते गन्धवत् गन्धत्व अभाववति पुनः तस्मात् न तथा इति किमर्थं न गन्धाभावति द्विवारम् अभावः आगच्छति टु नेगेटिव् न गन्ध अभाववति तर्हि गन्धवति तत् अन्तिमवाक्यं किं पक्षभिन्नता नास्ति किम् अत्र यत् गन्धवत् तद् इतरभिन्नम् इत्य अन्वयदृष्टान्तो नास्ति अतः यथा भगिनी उक्तवती पृथिव्याः अन्यपक्षः नास्ति अतः अन्य उदाहरणं दृष्टान्तं न भवितुं शक्नोति तत्र अन्वयी व्याप्ति न भवितुं शक्नोति पृथ्वी मात्रस्य पक्षत्वात् कारणं कि पृथ्वी एव पक्षः अस्ति तत्र अग्रे गच्छेम अग्रे पठतु अयम् आशयः आं महोदय अयम् आशयः व्याप्तिः साध्यहेत्वोः सम्बन्धः इति प्रागुक्तं स च अनेकपदार्थघटितः पृष्ठसङ्ख्या 84 दर्शिता व्याप्तिः पञ्चपदार्थघटिता पञ्चपदार्थघटिता इत्यस्य पञ्चपदार्थान् ज्ञात्वा एव त तस्याः ज्ञानं भवति इति अर्थः। ते च पञ्चपदार्थाः व्याप्तिघटकाः इति उच्यन्ते। व्याप्तिघटक इत्यस्य तज्ज्ञानेन एव व्याप्तिः ज्ञायते इति अर्थः। तथा च यस्यां हेतोः साध्यं च घटकौ हेतुसाध्ययोः ज्ञानेन एव या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिः इति उच्यते। अस्तु, इदानीं तस्य यद् लक्षणवाक्यम् अत्र यत् ग्रन्थवाक्यमस्ति मूलग्रन्थवाक्यं तस्य विवरणमस्ति अस्मिन् परिच्छेदे। व्याप्तिः साध्यहेत्वोः सम्बन्धः इति प्राक् उक्तम्। अस्तु, व्याप्तिः इत्युक्ते साध्य अभाव अधिकरणवृत्तित्व अभावः व्याप्तिः इति वयं दृष्टवन्तः। तदेव साध्यहेतोः सम्बन्धः एव व्याप्तिः। अस्तु, स च अनेकपदार्थघटिताः 184 अनेकपदार्थघटिताः इत्युक्ते अस्तु पञ्चपदार्थः साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थाः। अस्तु, दर्शितव्याप्तिः पञ्चपदार्थघटिताः पञ्चपदार्थभेदाः वा घटिताः इत्युक्ते भागः इति पठितवन्तः। अस्तु, पञ्चपदार्थघटिता इत्यस्य पञ्चपदार्थान् ज्ञात्वा एव तस्याः ज्ञानं भवति इति अर्थः। अस्तु, आम्, पञ्चपदार्थस्य ज्ञानं भव पदार्थान् ज्ञात्वा तस्य अवगमनं साध्यम् अभावः साध्यम् इत्युक्ते किम्, अभावः इत्युक्ते किम्, अधिकरणं वृत्तित्वम् अभावः तेषां ज्ञानेन विना वयं किं कः पदार्थः कः इति ज्ञातुं न शक्नुमः। अस्तु, ते च पञ्चपदार्थाः व्याप्तिघटकाः इति उच्यन्ते। तस्य नामकरणं व्याप्तिघटकाः पदार्थाः इति। अस्तु, व्याप्तिघटक इत्यस्य तज्ज्ञानेन एव व्याप्तिः ज्ञायते इति अर्थः। पुनः तदेव दत्तमस्ति, व्याप्तिघटकः इत्युक्ते किम् इत्युक्ते यद् ज्ञानं तस्य ज्ञानेन एव व्याप्तिः वयं ज्ञातुं शक्नुमः इति। तथा च यस्यां हेतुः साध्यं च घटकौ हेतुसाध्ययोः ज्ञानेन एव या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिः इति उच्यते। अन्वयव्याप्तिः इत्युक्ते पञ्चपदार्थाः तथा च यस्यां हेतुः साध्यं च घटकौ हेतुसाध्ययोः ज्ञानेन एव या व्याप्तिः ज्ञायते। अस्तु, हेतुः कः, हेतुः साध्यः कः इति ज्ञानेन एव यद्व्याप्तिः वयं ज्ञातुं शक्नुमः सः एव अन्वयव्याप्तिः इति उच्यते। अस्मिन् उदाहरणे हेतुः अस्ति धूमः, साध्यमस्ति वह्निः, तयोः ज्ञानेन एव वयं व्याप्तिज्ञानं भवति। यत्र यत्र धूमः, क्षम्यताम्, यत्र यत्र अग्निः तत्र तत्र तथा च यस्यां हेतुः इत्युक्ते यस्यां व्याप्तिघटक इत्यस्य तस्य ज्ञानेन पञ्चपदार्थः यस्यां हेतुः इति षष्टि किल, सप्तमी स्त्रीलिङ्गं लतायां, अस्तु, घटितायां स्त्रीलिङ्गपदं किम् अस्ति अस्मिन् वाक्ये, यस्यां साध्यं हेतुः साध्यं च घटकौ या या व्याप्तिः व्याप्तिः एव विशेषणं व्याप्तिः इति यस्यां व्याप्तौ हेतुः साध्यं च घटकौ तत् अन्वयव्याप्तिः सा व्याप्तिः अन्वयव्याप्तिः इति अपि अपि च वर्गे उक्तं घटितज्ञाने घटकज्ञानं ततः भवति घटितज्ञाने घटकज्ञानं तस्मात् भवति घटितज्ञाने घटकज्ञानं घटज्ञानं घटकज्ञानम् इत्यस्मात् कारणं घटकज्ञानं कारणं भवति घटकज्ञानम् अत्र अन्तर्भूता भवति अत्र पञ्चपदार्था घटकज्ञानं तेषां व्याप्ति इति भवति घटितज्ञानं साधु महोदय प्रश्नः अस्ति वा अस्मिन् परिच्छेदे लक्ष्मी भगिनी महोदय घटितज्ञाने घटकज्ञानम् अन्तर्भूतः इत्युक्ते तत्र घटित अत्र अस्मिन् विवाहे घटितज्ञानम् इति व्याप्तिः व्याप्त्यां पञ्चपदार्थाः अन्तर्भूताः खलु घटकज्ञानं पञ्चपदार्थाः घटकाः खलु घटका वा विषयी भवतः घटितज्ञानं व्याप्तिज्ञानम् अस्तु व्याप्तिः पञ्चपदार्थघटिता इति अस्ति पञ्चपदार्थाः घटकाः समीचीनं भवती अग्रे पठतु कृपया शब्दखण्डे शब्दखण्डे यद्यपि अन्वयपदेन पदार्थयोः संसर्गः अभिधास्यते तथापि इह अन्वयपदेन हेतुः साध्यं च अथवा तयोः विद्यमानत्वं ग्राह्यं विद्यमानत्वम् इति कुतः उच्यते यस्मात् अन्या या व्यतिरेकव्याप्तिः सा तयोः अविद्यमानत्वम् आदाय वर्णिता अविद्यमानत्वम् अभावः साध्यस्य अभावः हेतोः च अभावः तथा च यस्यां व्याप्तौ साध्याभावः हेत्वभावश्च घटकौ सा व्यतिरेकव्याप्तिः इत्युक्तौ तद्विपरीतं विद्यमानत्वमेव अन्वयपदेन ग्राह्यं भवति क्वचित् ग्रन्थे अन्वयः इत्यस्य साध्यम् इति अर्थः वर्णितः अस्तु शब्दखण्डे यद्यपि अन्वयपदेन पदार्थयोः संसर्गः अभिधास्यते तथापि अस्तु अत्र शब्दखण्डे इत्युक्ते अत्र शब्दस्य यदि कण्ठशः यदि शब्दः कुर्मः तदेव शब्दकण्ठः अत्र शब्दः व्याप्ति अत्र पञ्चपदार्थघटिता व्याप्तिघटकाः इति यथा उच्यते तेषां कण्ठशः करणीयं खलु करणं यद्यपि अन्वयपदेन पदार्थयोः संसर्गः अस्तु अत्र संसर्गः अभिधास्यते तथापि इह अन्वयपदेन हेतुः साध्यं च अथवा तयोः विद्यमानत्वं ग्राह्यम् अस्तु अत्र अन्वयपदेन अन्वयं तयोः मध्ये अन्वयम् इत्युक्ते केवलं हेतु हेतुसाध्योः मध्ये अन्वयः वा हेतुसाध्योः मध्ये पञ्चपदार्थानाम् अपि मिलित्वा अन्वयः यत् अस्ति संसर्ग इति सम्बन्धः सम्बन्धः आम् हेतुसाध्योः सम्बन्धः इति ज्ञायते खलु आम् तथापि यद्यपि शब्दखण्डे शब्देन पश्यामश्चेत् अन्वयपदेन हेतुसाध्ययोः यः सम्बन्धः इति ज्ञानं भवति तथापि किं ग्राह्यम् अभिधास्यते इति तत्र संसर्गस्य अभिधा वा अभिधा ज्ञायते ज्ञायते अवगम्यते इति अस्तु अभिधास्यते इति भविष्य भविष्यत्कालः अस्तु लिट् लिट् लकारः खलु लिट् लिट् आम् आम् किन्तु अभिधा साधारणतया अभिधा नामकरणं खलु अतः संसर्ग कीदृशसम्बन्धः इति संसर्गस्य नामकरणं वा इति मम संशयः आसीत् अत्र केवलं ज्ञानमेव सूचयति नामकरणं अस्तु महोदय तस्य लट्रूपं किं भवति अभिधास्यते अस्ति अभि मम चिन्तनम् अभिधीयते इति अस्ति वा अभिधीयते अस्ति आम् आम् अभिधीयते इति कर्मणि पदे भवति धा इति धातुः किल धाते इति जुहोत्यादि अभिधाते इति अस्ति वा प्रायः अस्तु न जानामि भगिनि अर्थः कः भवति महोदय अस्मिन् सन्दर्भे तु यावत् मम अवगमनं तत् सम्बन्धः इति ज्ञानं भवितुम् अर्हति इति ज्ञास्यते ज्ञास्यते वा तथापि तादृश न अत्र विवक्षा अत्र विद्यमानत्वं ग्राह्यमिति वक्तुम् इच्छति न तेषां तयोः सम्बन्धः किन्तु तयोः विद्यमानत्वं हेतुः अस्ति साध्यमस्ति किमर्थमिति अग्रे उच्यते अस्तु तयोः विद्यमानत्वं ग्राह्यं तयोः विद्यमानत्वम् इत्युक्ते हेतुः साध्यं तयोः विद्यमानत्वं ग्राह्यं ग्रहणं करणीयम् किन्तु पूर्वस्मिन् परिच्छेदे कुत्र अन्वयपदम् अन्वयव्याप्ति अन्वयव्याप्ति इति उच्यते इति अन्तिमपदमस्ति खलु ओ अस्तु अस्तु ओ आमाम् हेतुसाध्यो ज्ञानेन या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिः इति उच्यते ओ अस्तु अत्र अत्र अन्वयपदस्य साक्षात् अर्थं न उक्तम् किन्तु साध्यहेतोः व्याप्तिः इति स्वीकरणीयम् अस्तु ओ अस्तु अस्तु अधुना समीचीनं विद्यमानत्वम् इति कुतः उच्यते यस्मात् अन्या या व्यतिरेकव्याप्तिः सा तयोः अविद्यमानत्वम् आदाय वर्णिता अस्तु व्यतिरेकव्याप्तिः विद्यमानत्वम् इति किमर्थम् उच्यते तस्य प्रश्नस्य उत्तरमस्ति यत्र व्यतिरेकव्याप्तिः उच्यते अत्र व्यतिरेकव्याप्तिः व्याप्तिः इति अस्मिन् धूमवह्नि उदाहरणे यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः अपि यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः अपि नास्ति इति व्यतिरेकव्याप्तिः व्यतिरेक वाक्यमस्ति खलु तत्र तत्र अविद्यमानत्वं सूचयति यत्र साध्यः नास्ति तत्र हेतुः अपि नास्ति इति अविद्यमानत्वं तदेव खलु सत्यम् अस्तु अविद्यमानत्वम् अभावः साध्यस्य अभावः हेतोः च अभावः आम् अविद्यमानत्वम् इत्युक्ते हेतुः हेतोः अभावः च साध्यस्य अभावः एव अविद्यमानत्वम् इति उच्यते तथा च यस्यां व्याप्तौ साध्याभावः हेत्वभावश्च घटकौ सा व्यतिरेकव्याप्तिः इत्युक्तौ इत्युक्तौ तद्विपरीतं विद्यमानत्वम् एव अन्वयपदेन ग्राह्यं भवति अस्तु, पुनः पुनः अस्तु, व्यतिरेकव्याप्त्यां वाक्यमस्ति, यत्र साध्याभावः तत्र हेत्वाभावः, यत्र आम् यत्र साध्याभावः तत्र हेत्वाभावः, तत्रापि साध्यहेत्वोः मध्ये सम्बन्धः, व्याप्ति नाम सम्बन्धः, सम्बन्धः साध्यहेत्व अभावघटकौ घटकौ अत्र घटकौ इत्युक्ते घटकौ इत्युक्ते पदार्थः, साध्यापि अभावः हेतु अभावः सा व्यतिरेकव्याप्तिः इत्युक्तौ, यत् अभावस्थले व्यतिरेकव्याप्तिः इति उच्यते, अभावस्थले साध्यहेतोः मध्ये यत् सम्बन्धः अस्ति तत् व्यतिरेकव्याप्तिः इति उच्यते, तस्य विपरीतम् एव विद्यमानत्वम् अथवा अन्वयपदेन अन्वयपदेन ज्ञायते, अन्वयव्याप्तिः इत्युक्ते तत्रापि तत्र हेतुसाध्योः मध्ये सम्बन्धः, किन्तु तत्र हेतुः साध्यः द्वयोपि वर्तेते, क्वचित् ग्रन्थे अन्वयः इत्यस्य साध्यम् इति अर्थः वर्णितः, ओके अस्तु, केषु ग्रन्थेषु अन्वयः इति साध्यम् अस्य पर्यायपदमेव अन्वयः इति उच्यते, किन्तु अस्मिन् ग्रन्थे तु अन्वयः इत्युक्ते साध्यं हेतोः मध्ये साध्यं हेतोः विद्यमानत्वम् इति स्वीकरणीयम् अस्मिन् ग्रन्थे तु तथैव ग्रन्थकारः इति मुख्यविषयः, अत्र अन्वयपदेन तत्र न केवलं सम्बन्धः भवितुमर्हति, भवतु अत्र विद्यमानत्वं ग्राह्यं तयोः हेतोः च साध्यस्य विद्यमानत्वं, किमर्थं तथा, यतोहि अपराव्याप्तौ व्यतिरेकव्याप्तौ अभावत्वम् इति मुख्यविषयः अस्ति, तदर्थम् अस्मिन् व्याप्तौ अन्वयव्याप्तौ विद्यमानत्वम् इति अन्वयपदेन ग्राह्यं भवति, इत्युक्ते हेतुसत्त्वं विद्यमानत्वम् इति सत्त्वं, हेतुसत्त्वं साध्यसत्त्वम् इति अन्वयव्याप्तिः, व्यतिरेकव्याप्तौ हेतु असत्त्वं हेतु अभावः, साध्य असत्त्वं साध्य अभावः इति मुख्यविषयः, भावं भवेत् हेतुः भवेत् साधु साध्यं भवेत् अस्तित्वं सत्त्वं विद्यमानत्वम् इति भेदः अस्तु. अग्रे किं भगिनि अग्रे अस्तु. न्यायभाष्यवार्तिकादौ अपि पदमिदं प्रयुक्तं, परन्तु विशिष्य अन्वय इति पदस्य अर्थम् अनुक्त्वा फलतः साध्यहेतोः व्याप्ति इति वर्णितं, तद् अनुरोधेन च मयापि तादृश वर्णितः, तथा च यस्याः व्याप्तेः ज्ञानं साध्यहेतोः ज्ञानेन भवति, साध्यहेतु यस्याः घटकौ भवतः सा अन्वयव्याप्ति इति फलितं, साध्याभाव हेत्वाभाववाभ्यां यस्या व्याप्ति ज्ञानं भवति, साध्याभाव हेत्वाभावौ यस्याः घटकौ यस्याम् अन्तर्भूतौ सा व्यतिरेकव्याप्तिः इति च, तदेतत् सर्वमूल्यव्याख्याने इतोपि स्पष्टी भविष्यति. पुनः अन्यरीत्या इति उक्तमस्ति अत्र न्यायभाष्यवार्तिकादौ इति न्याय ग्रन्थ न्यायस्य उपरि भाष्या भाषा उपरि वार्तिकम् इति ग्रन्थे अपि तथैव उक्तमस्ति, विशिष्य अन्वय इति पदस्य अर्थम् अनुक्त्वा फलतः साध्यहेतो व्याप्ति इति वर्णितं, यथापि वयं व्याप्तेः लक्षणवाक्यमस्ति साध्याभाववत् अवृत्तित्व साध्याभाव अधिकरणवत् अवृत्तित्वम् इति लक्षणवाक्यं वा प्रतिपादकवाक्यम् अस्ति. यत्र यत्र यत्र यत्र हेतो तत्र अग्निः इति. किन्तु तस्य अन्वय अर्थं न उक्त्वा अपि वयं व्याप्ति वदामः. साध्यहेतो यः सम्बन्धः अस्ति तत्र व्याप्ति आगच्छति इति कारणकि अन्या ग्रन्था अपि तथैव वर्णनं करोति तस्य. तथा च यस्या व्याप्ति ज्ञानं साध्यहेतो ज्ञानेन भवति. यदि साध्यम् अपि हेतु द्वयो साध्यहेतु तयो सम्बन्ध ते तेषां साध्यहेतो तस्य ज्ञानं इत्युक्ते ते घटकौ भवतः तत्र फलितं ज्ञानं व्याप्ति भवति घटितं ज्ञानम् इति. अन्वयव्याप्ति भवति घटितं ज्ञानं. सो साध्यहेतु घटकौ व्याप्ति अन्वयव्याप्ति इति आगच्छति घटितज्ञानं. विपरीत्या साध्यभावहेतोभावाभ्यां यदि साध्याभाव अस्ति अपि हेतोभाव अस्ति ताभ्यां यस्य व्याप्ते ज्ञानम् आगच्छति तत् भवति साध्याभाव अपि हेतोभाव यस्मिन् घटकौ अस्ति यस् ज्ञाने घटकौ भवन्ति भवतः तस्य यत् तस्मात् यत् ज्ञानम् आगच्छति इति व्यतिरेकव्याप्तिः इति उच्यते. तदेतत् सर्वमूलव्याख्याने तु अपि स्पष्टीभवति. पुनः अधो स्पष्टीकृतमस्ति. साधु प्रश्नः अस्ति वा अस्मिन्? सम्यक् एव साधु एव अस्ति खलु. यस्मिन् ज्ञाने साध्यभावः हेतुभावः सा अन्वयव्याप्तिः. यस्यां व्याप्तौ साध्य अभावः हेतु अभावः सा व्यतिरेकव्याप्तिरीत्या. महोदय उक्तं हेतु सत्त्वे साध्यसत्त्वम् अन्वय साध्याभाव असत्त्वे हेतुभाव सत्त्वं व्यतिरेकव्याप्ति. अस्तु प्रश्नः अस्ति वा? नो चेत् अग्रे पठतु कृते. आं महोदय. परिच्छेदद्वयं पठतु कृते. आम्. तत्र आदौ उभयव्याप्तिमन्तं हेतुमेव दर्शयति अन्वयेन इत्यादिना. धूमे वह्नेः अन्वयव्याप्तिः अस्ति व्यतिरेकव्याप्तिः अपि अस्ति. पूर्वविवरण अनुरोधेन यस्यां महोदय पठामि वा? न न मध्ये केनापि उक्तं अतः अस्तु. पूर्वविवरण अनुरोधेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्वयव्याप्तिं धूमे दर्शयति यत्र धूमा इति. यत्र धूमः तत्र अग्निः इति अन्वयव्याप्तिदर्शकं वाक्यं मूले अभिहितम्. तेन उक्तरीत्या सर्वेषु धूमाधिकरणेषु अग्निः अस्ति इत्येव ज्ञायते. तच्च तत्रैव चित्रादौ दर्शितरीत्या व्यापकत्वरूपं भवति. तच्च व्यापकत्वं वह्नेः धर्मः. व्याप्तिः तु धूमस्य धर्मः. स च प्रकृते अनेन वाक्येन न एव बोध्यते इति कथं ग्रन्थकारेण तथा उक्तम् इति आशंका यद्यपि भवति तदापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इत्यनेन वह्नेः व्यापकत्वम् इव तुल्यवित्तिवेद्यतया धूमे वह्निसमानाधिकरण्यम् अस्ति इत्यपि बोध्यते एव. अस्तु. इदानीं तत्र आदौ उभयव्याप्तिमन्तं हेतुम् इव दर्शयति अन्वयेन इत्यादिना. अन्वयेन इत्यादिना इत्युक्ते व्यतिरेकव्याप्तिः अन्वयव्याप्तिः द्वयोः अपि ग्रहणं किल महोदय? उभयव्याप्ति तत्र सत्यम् उभयव्याप्तिमन्तं हेतुम् इव दर्शयति इति हेतुम् एव दर्शयति इति आदौ प्रथमं यद् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयव्याप्तिमन्तं हेतुम् इव दर्शयति तत्र आदौ इत्युक्ते तत्र लिङ्गं त्रिविधं खलु उभयव्याप्तिमन्तं तत् तस्मिन् तद्गणे अन्वयेन अन्वयेन व्यतिरेकेण हेतुमेव दर्शयति हेतुः ज्ञानमेव भवति कथं कथम् इति धूमे वह्निः धूमे वह्नेः अन्वयव्याप्तिः अस्ति व्यतिरेकव्याप्तिः अपि अस्ति अस्तु धूमे इदानीं धूमः इति व्याप्यः वह्निः इति व्यापकः तत्र अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अपि अस्ति यत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इत्युक्ते अभावः यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति व्यतिरेकव्याप्तिः अतः धूमे वह्नेः अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अपि अस्ति अस्तु पूर्वविवरण अनुरोधेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्वयव्याप्तिं धूमे दर्शयति यत्र धूम इति यदा अहम् उक्तवती इदानीं पूर्वविवरण अनुरोधेन इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः विवरणं दृष्टवन्तः यस्यां व्याप्तौ हेतुः साध्यं च घटकं घटकं भागम् अस्तु भागः यस्यां व्याप्तौ इति अस्तु व्याप्तिः स्त्रीलिङ्गं यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्वयव्याप्तिं धूमे दर्शयति तदेव किल महोदय यत्र कः दर्शयति यत्र यत्र यत्र धूमः यत्र धूमः तत्र तत्र वह्निः इति एव दर्शयति तस्मात् वाक्यात् धूमे अन्वयव्याप्तिं दर्शयति तद् वाक्यम् अन्वय यत्र यत्र इति वाक्यम् अन्वयव्याप्तिं दर्शयति धूमे व्याप्ति धूमे अस्ति जगे उच्यते तदेव अस्तु यत्र अत्र मनसि व्यापकः व्याप्यः व्याप्तिः इति पदत्रयमस्ति खलु इति बेक् आफ् द मैण्ड् मध्ये भवतु अग्रे पठनसमये व्याप्तिः व्यापकः व्याप्यः पदत्रयमस्ति अग्रे अस्तु यत्र धूमः तत्र अग्निः इति अन्वयव्याप्तिप्रदर्शकं वाक्यं मूले अभिहितं यद् तदेव मूले दर्शितं यत्र धूमः तत्र अग्निः इति अन्वयव्याप्तिप्रदर्शकं वाक्यं येन अन्वयम् अन्वयव्याप्तिः प्रदर्श्यते तेन वाक्येन अस्तु तेन उक्तरीत्या 291 तेन चेस् बोर्ड् अस्तु अस्तु तेन उक्तरीत्या सर्वेषु धूमाधिकरणेषु अग्निः अस्ति इत्येव ज्ञायते आम् यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति ज्ञायते तच्च तत्रैव चित्रादौ दर्शितरीत्या व्यापकत्वरूपम् अपि भवति अधिकदेशवृत्तिः इति वह्निः इति व्यापकः न्यूनदेशवृत्तिः इति व्याप्यः धूमस्य आम् न्यूनदेशवृत्तित्वम् अस्तु तच्च व्यापकः इति ज्ञायते एतावता वह्निः व्यापकः सर्वेषु धूमादिकरणेषु वह्नेः भावः अस्ति तच्च तदेव अहं पठितवती तच्च व्यापकत्वं वह्नेः धर्मः वह्निः व्यापकः वह्नेः व्यापकत्वम् इति धर्मः अस्ति तद् अस्तु व्याप्तिः तु धूमस्य धर्मः धूमस्य धर्मः कः इत्युक्ते व्याप्तिः. धूमः व्याप्यः तस्य धर्मः अस्ति व्याप्तिः. अस्तु, सम्यक्. स च प्रकृते अनेन वाक्येन न एव बोध्यते इति कथं ग्रन्थकारेण तथा उक्तम् इति आशंका यद्यपि भवति, तदापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते. अस्तु, इदानीं पर्यन्तम् अहं प्रथमं वदामि. व्याप्तिः धूमस्य धर्मः इति प्रकृते वयम् अनेन वाक्येन न एव बोध्यते. न एव बोध्यते इत्युक्ते वयं न वदामः तादृशं. किमर्थम् इति किमर्थं ग्रन्थकारेण तथा उक्तम् इति अस्माकं मनसि शङ्का भवति. तथापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इत्यनेन वह्निः व्यापकत्वम् इव तुल्यवित्ति वेद्यतया धूमे वह्निसमानाधिकरण्यम् अस्ति इत्यपि बोध्यते एव. अस्तु, तथापि धूमस्य इदानीं यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति इति तु वयं जानीमः. सर्वे धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इति कारणेन वह्निः व्यापकत्वम् इव, वह्निः व्यापकत्वम् इव इति दत्तमस्ति. अस्तु, धर्मः वह्नेः व्यापकत्वम् इव तुल्यवित्तिवेद्यतया धूमे वह्निसमानाधिकरण्यम् अस्ति इति वयं ज्ञातुं शक्नुमः. एतत् तुल्यवित्तिविद्ये वयं पठितवन्तः किल महोदय, यदा दशरथस्य पुत्रः रामः, तस्मात् रामस्य पिता दशरथः भवेत् इति तुल्यवित्ति ज्ञानमस्ति खलु. आम् आम् आम्. तथा वह्निः व्यापकः, किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इत्यस्मात् वह्नेः सामानादिकरण्यं धूमे भवेत् खलु. सत्यम् इति वक्तुमिच्छति. खलु, आहत्य वह्नेः धर्मः व्यापकत्वं, धूमस्य धर्मः व्याप्तिः कथम् इति अग्रे उच्यते. अत्र तुल्यवित्ति ज्ञायेन अत्र साधितम्, अग्रे इतोपि वदति. प्रश्नः अस्ति वा अस्मिन् परिषदे? न महोदय, स्पष्टं. महोदय, एकः प्रश्नः अस्ति. स च प्रकृते अनेन वाक्येन, तत्र अनेन वाक्येन इत्युक्ते यत्र यत्र धूमः यत्र तदेव वाक्यं खलु? सत्यम्. अस्तु नहि एवं सम्भवति वह्निः धूमव्यापकः, धूमस्तु वह्नि अधिकरणे नास्ति. ओ, नहि एवं सम्भवति वह्निः धूमव्यापकः, धूमस्तु वह्नि अधिकरणे नास्ति. नहि एवं सम्भवति चक्रं घटव्यापकं, घटस्तु चक्राधिकरणे नास्ति. एवञ्च एकपदार्थे व्यापकत्वभावे अपरपदार्थे तस्मान् तत् सामानाधिकरण्यम् अवश्यं भासते इति उपेयम् इति अभि उपेयम् इत्यभ्युपेयम्, अर्थात् तत् धूमनिष्ठम्. अतः स्वस्य यः व्यापकः वह्निः तत् सामानाधिकरण्यं धूमे आगतम् इति इयमेव अन्वयव्याप्तिः धूमनिष्ठा अनेन वाक्येन पदैः अर्थाच्च बोध्यते इति न दोषलेशः. इह च साध्यस्य वह्नेः हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यो भवति. धूमाधिकरणे घटादीनामेव अभावः खलु गृहीतः. धूमाधिकरणे घटादीनाम् एव अभावः खलु गृहीतः. अतः व्यतिरेकस्य अनावश्यकत्वात् वह्निधूमयोः ज्ञानात् एव अस्याः व्याप्तेः ज्ञानमिति इयम् अन्ये व्याप्तिरिति उच्यते. अस्तु अस्तु. न हि एवं सम्भवति वह्निः धूमव्यापकः. धूमस्तु वह्नि अधिकरणे नास्ति. यदि वयं वह्निः धूमव्यापकः इति वदामः चेत् तत्र अवश्यं धूमः भवेत् एव. वह्निः अपि अस्ति, वह्निः धूमव्यापकः इति वदामः तथा तदानीं धूमः वह्नि अधिकरणे अस्ति एव. धूमः वह्नि अधिकरणे नास्ति इति तत् न सम्भवति एव. एवमेव न हि एवं सम्भवति चक्रं घटव्यापकं. चक्रं घटव्यापकम् इति वदनेन घटाधिकरणे चक्रम् अस्ति इति तत्र घटः कार्यं घटः व्याप्यः चक्रं व्यापकः. चक्रं घटव्यापकम् इति वदनेन घटः तु चक्राधिकरणे नास्ति इति न सम्भवति. एवञ्च एकपदार्थे व्यापकत्वभाने अपरपदार्थे तत् सामानाधिकरणीयम् अवश्यं भासते इति उपेयम्. अस्तु. यदि पदार्थद्वयोः मध्ये एकपदार्थः अन्यस्य पदार्थस्य व्यापकः इति भाति तदा पदार्थद्वयोः मध्ये अथवा व्याप्ययोः मध्ये सामान्यीकरणीयम् अवश्यं वर्तते एव इति निष्कर्षः भवति. अर्थात् तद्धूमनिष्ठम् इत्युक्ते धूम धूमनिष्ठम् इत्युक्ते व्यापकः सामानाधिकरण्यं धूमनिष्ठम् सामानाधिकरण्यं धूमनिष्ठम् इति निष्कर्षः. अतः स्वस्य यः व्यापकः वह्निः तत् सामानाधिकरण्यं धूमे आगतम् इति इयमेव अन्यव्याप्तिः. अस्तु अस्तु. सो वह्निः धूमस्य व्यापकः वह्निः स एव वह्निः धूमे धूमस्य अधिकरणे धूमवह्निवह्नयोः मध्ये सामान्यकरणीयम् अस्ति अथवा आगतम् इति आगतम् वह्ने अधिकरणं धूमे अपि आगतम् इति इत्येव अन्यव्याप्तिः. धूमनिष्ठा अनेन वाक्येन पदैः अर्थाच्च बोध्यते इति न दोषलेशः. अस्तु. सामान्यकरणीयं धूमनिष्ठा इति वदनेन तत्र वाक्यपदः धूमः निष्ठः सामान्यकरणीयम् इति पदा सामान्यकरणीयं धूमनिष्ठम् इति वदनेन धूमनिष्ठसामान्यकरणम् इति पदानि सन्ति. तानि पदानि अपि च अर्थाः तेषाम् अर्थः तदेव बोध्यते इत्युक्ते धूमवह्नयोः मध्ये अथवा व्यापकव्याप्त्योः मध्ये सामान्यकरणीयम् अस्ति अथवा धूमव्यापकः धूमव्यापकः धूमस्य अधिकरणे अस्ति इति स्वस्य यः व्यापकः वह्निः धूमस्य व्यापकः वह्निः इति अनेन वह्नि सामानाधिकरण्यं धूमे आगतं खलु. तस्मात् इयमेव धूमनिष्ठा अन्वयव्याप्तिः इति अपि अर्थात् बोध्यते. सामानाधिकरणं साधितं तस्मात् अन्वयव्याप्तिः धूमनिष्ठा अपि अस्ति इति अपि अर्थः वाक्येन पदैः च बोध्यते इति न किञ्चिदपि दोषः. दोषलेशः. अस्तु, सो पूर्वम् अन्वयव्याप्तिः इति हेतुसाध्ययोः मध्ये यत् व्याप्तिः अस्ति तदेव अन्वयव्याप्तिः अति अथवा विद्यमानत्वम् इति आसीत्. अधुना अन्वयव्याप्तिः एव धूमनिष्ठा इति आगतः. इत्युक्ते तत्र एकनिमिषम् सर्वप्रथमं वयं ओ वह्निव्याप्यधूमः इति प्रथमं पठितवन्तः. वह्निव्याप्यधूमः तत् वह्निव्याप्यधूमः तत्र अधुना अन्यव्याप्तिः धूमनिष्ठा इति अस्तु. सो उपरितः अधोगमने वह्निव्याप्यधूमः इति वदामः, नो चेत् धूमनिष्ठ अन्वयव्याप्तिः इति अधस् इति उपरि गमने आगच्छति. तत्तु अस्ति, किन्तु अत्र कः वदति क्रमेण वदति, क्रमः कः, यत्र यत्र धूमः तत्र अग्निः इत्यस्मात् वाक्यात् ओ व्यापकः वह्निः साधु इति प्रथमं साधयति. वह्निः व्यापकः, वह्नेः व्यापकत्वम् इति धर्मः. तर्हि अग्रे किं, सः व्यापकः इति उक्ते तुल्यवीत्तिज्ञानेन वह्नेः धूमे वह्नेः सामानादिकरण्यं भवेत् यत्र यत्र उक्तम्. आमां यत्र यत्र वदनेन यद् वह्नेः सामानादिकरण्यं स एव धूमस्यापि सामानादिकरण्यम् इत्यस्मात् धूमे अन्वयव्याप्तिः अस्ति. वह्निव्याप्यधूमः इति पदार्थ वाक्येन पदैः च अर्थात् बोध्यते इति वक्तुमिच्छति. अस्तु, व्यापकः, अनन्तरं सामानादिकरण्यम्, अनन्तरम् अन्वयव्याप्तिः, धूमनिष्ठा व्याप्तिः. व्याप्तिः धूमस्य धर्मः. किमर्थम्? यतोहि वह्निः व्यापकः, तस्यैव अधिकरणे धूमः अस्ति, तर्हि व्याप्तिः धूमस्य धर्मः इति साधयति. अस्तु अस्तु महोदय. इह च साध्यस्य वह्नेः हेतोः धूम इह च साध्यस्य वह्नेः हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यः भवति. अस्तु, अस्मिन् वाक्ये वह्नेः अभावः और् हेतोः अभावः अथवा धूमस्य अभावः व्यतिरेकः इति पर्यायपदः न ज्ञायते. अभावः न ज्ञायते, द्वयोः अभावः न ज्ञायते. धूमाधिकरणे घटादीनामेव अभावः खलु गृहीतः. अत्र धूमाधिकरणे अन्यपदार्थानाम् अभावः यथा घटः तेषाम् अभावः एव ज्ञायते, न तु धूम अभावः हेतोः अभावः. अतः व्यतिरेकस्य अनावश्यकत्वात् वह्निधूमयोः ज्ञानात् एव अस्याः व्याप्तेः ज्ञानम् इति इयम् अन्वयव्याप्तिः आप्तिरिति उच्यते. अस्तु, अत्र व्यतिरेकस्य अनावश्यकत्वात् अत्र व्यतिरेकः इत्युक्ते अभावस्य अनावश्यकत्वात् वह्नि अनावश्यकत्वात् वह्निधूमयोः ज्ञानात् एव वह्निज्ञानात् एव अस्याः व्याप्तेः ज्ञानम् इति यम् अन्वयव्याप्तिः इति उच्यते. वह्निधूमयोः ज्ञानम् एव अन्वयव्याप्तिज्ञानम् इति उच्यते. वह्निधूमयोः केवलं वह्निधूमयोः ज्ञानं न, द्वयोः मध्ये व्याप्तेः ज्ञानम् एव वह्निज्ञानं धूमज्ञानं वह्निधूमयोः मध्ये व्याप्तेः ज्ञानं यत् अस्ति तदेव अन्वयव्याप्तिः इति उच्यते. वह्निधूमः अभावः वह्नेः अभावः धूमस्य अभावः इति व्यतिरेकस्य तत् प्रश्नः एव अत्र न आगच्छति. द्वयोः विद्यमानत्वात् तयोः मध्ये व्याप्तेः ज्ञानत्वात् व्याप्तेः प्रतीयमानत्वात् अन्वयव्याप्तिम् इति उच्यते. अन्यः अन्वयव्याप्तिः इति एतदेव अन्वयव्याप्तिः. यत्र वह्निधूमयोः विद्यमानत्वम् अस्ति तत्र द्वयोः मध्ये यत् व्याप्तिः अस्ति तदेव अन्वयव्याप्तिः इति उच्यते. विद्यमानत्वम् इति मुख्यपदम्, अन्वयपदेन विद्यमानत्वम् इति ग्राह्यम् इति मुख्यविषयः. तावदेव पठितं. किं रमप्रियभगिनी किं पुनः वक्तुमिच्छति वा? किं सरलभगिनी कापि अस्मिन् परिच्छेदे किम् एस्मिन् परिच्छेदे अस्ति यत्र वह्नी व्यापकः अस्ति तत् धूमस्य व्यापकः अस्ति तत्र तथापि धूमस्य तत्र धूमवह्नी अधिकरणं न भवति इति अस्ति. यत्र यत्र धूम तत्र वह्नी इति प्रतिपादकं वाक्यम् अन्वय व्याप्तेः अत्रि अस्ति तत् यदि वयं वदामः तस्य व्यापकत्वभाते अपरपदार्थे तस्मान् अधिकरणम् अवश्यं भासते इति अभिपेयं. यथा यत् तुल्यवृत्ति वेद्यत्वा यदि वयं व्यापकस्य ज्ञानम् अस्ति अपरपदार्थम् अपि तस्य ज्ञानम् आगच्छति. तत् अपरपदार्थः किं भवति? भवति धूमस्य अधिकरणं भवति यत् समान अधिकरणं यथा वह्नो अधिकरणम् अस्ति इति. अन्य उदाहरणमस्ति तत्र यथा उपरं दत्तम् अस्ति यत्र धूमव्यापक वह्नी अस्ति तत्र कदापि धूमस्य न धूमस्य अधिकरणे वह्नी अधिकरण इति न वक्तुं शक्नुमः. यथा चक्र घटव्यापकम् अस्ति किन्तु यद् घट अस्ति तत्र चक्र अधिकरणं नास्ति इति न वक्तुं शक्नुमः. यदि पदैः यत् वयं वदामः पदैः यत् प्रतिपादकं पदम् अस्ति यत्र यत्र धूम तत्र च वह्नी तस्मात् पदैः केवलं व्यापकत्वम् इति सूचयति किन्तु व्याप्ति इति न दत्तं. पदे व्याप्ति तस्य शब्दैः न उक्तम् अस्ति तथापि फलितम् अर्थम् अस्ति फलितम् अर्थं बोध्यते इति व्याप्तिः बोध्यते तस्य. अतः यत्र धूम अस्ति तत्र वह्नी अस्ति इति अन्वयव्याप्ति भवति किन्तु व्यतिरेक व्याप्ति न वक्तुं शक्नुमः कारणं कि तस्य साध्याभावः नास्ति अवह्नोभावः नास्ति अतः धूमभावः न ज्ञातुं शक्नुमः इति वदति अत्र. भगिनी प्रश्नः अस्ति वा? साधु वा? किं समीचीनं महोदय, प्रश्नः नास्ति. अत्र व्यापकः कः इति यत्र यत्र वाक्येन ज्ञातं भवति व्यापकेन सह समानाधिकरण्यं हेतौ अस्ति सा एव व्याप्तिः. अस्तु, प्रश्नाः सन्ति चेत् स्थापयामः. धन्यवादः, शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः.